ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। गतसप्ताहे वयमेकं नूतनकरपत्रस्य तत्र आरम्भं कृतवन्तः। धातुविज्ञानं तृतीय इति करपत्रे तत्र मुख्यतया तत्र पदव्यवस्था, धातूनां पदव्यवस्था अपि च एड् व्यवस्था, तस्य विषये तत्र सूत्राणि अस्मिन् करपत्रे दत्तानि। पीठिकारूपेण वयं किं दृष्टवन्तः, तत्र धातुषु यः इत्संज्ञकस्वरः अस्ति, वयं जानीमः प्रायशः तत्र धातूनां तत्र इत्संज्ञकस्वराणि तत्र सन्ति, महर्षिणा अन्ते तत्र स्थापितम् इत्संज्ञक अचवर्णाः। इत्संज्ञक अचवर्णस्य आधारेण तत्र धातूनां पदव्यवस्था इति तस्य विषये वयम् अवगन्तुं शक्यते। पदव्यवस्था इत्युक्ते किम्? धातुः परस्मैपदी, उभयपदी अथवा तत्र आत्मनेपदी इति एतादृशः ज्ञानं तत्र भवति, परन्तु एतत् इत्संज्ञकवर्णस्य आधारेण एतादृशः ज्ञानं भवति। अनन्तरं तत्र प्रायशः धातुषु तत्र एकम् अवशिष्टस्वरः अपि अस्ति, एकं स्वरः तत्र सर्वदा तत्र लभ्यते। सो अवशिष्टस्वरस्य आधारेण तत्र इड् व्यवस्था विषये तत्र ज्ञानं भवति। अतः वयं दृष्टवन्तः यः इत्संज्ञकवर्णः, इत्संज्ञकस्वरः, तस्य आधारेण पदव्यवस्था। यः अवशिष्टस्वरः धातूनां, यः अवशिष्टस्वरः, तस्य आधारेण इड् व्यवस्था। सो इड् व्यवस्था वदामः चेत्, इड् व्यवस्था इत्युक्ते धातुः सेट् वा अनिट् वा। सेट् वदामः चेत् इटः इट् सः तत् सेट् इत्युक्ते यत्र इडागमः धातुः स्वीकरोति तत् सेट् धातुः अस्ति। अनिट् वदामः चेत् यः धातुः इडागमः न स्वीकरोति सः अनिट् धातुः। सो इट् इड् व्यवस्था तत्र अवशिष्टस्वरस्य आधारेण, पदव्यवस्था तत्र इत्संज्ञकस्वरस्य आधारेण। अनन्तरं वयं दृष्टवन्तः, इदानीं तु अस्माकं तत्र यः स्वरविज्ञानमस्ति इदानीम् अस्माकं समीपे नास्ति, तत्र लुप्तः भवति, परन्तु तत्र चिह्नस्य आधारेण, स्वरस्य उपरि यः चिह्नं दृश्यते तस्य आधारेण एव वयं प्रथमे तत्र अनुनासिक अपि च निरनुनासिकस्वरस्य विषये वयं ज्ञातुं शक्यते। अनन्तरं तत्र यः स्वराणां तत्र यः स्वभावः, उदात्, अनुदात् अपि च स्वरित् अस्ति, तस्य कृते उदात् स्वरस्य, अनुदात् अपि च स्वरित् स्वरस्य कृते अपि तत्र चिह्नानि सन्ति। स्वरित् स्वरः वदामः चेत् यस्य उपरि तत्र एकं लघुदण्डं दृश्यते, स्वरस्य उपरि दण्डम् अस्ति चेत् तत् स्वरित् स्वरः। स्वरस्य अधोभागे एकं हारिजेण्टल् लैन्, एकं लघुरेखा दृश्यते चेत् तत् अनुदातस्वरः। यस्य स्वरस्य उपरि दण्डं नास्ति, अधोभागे तत्र रेखा नास्ति, सः उदात्तस्वरः। सो तत्र अनुनासिक उदात् वा इड् पदव्यवस्थाविषये अनुनासिक उदात् वा अनुनासिक स्वरित् वा अनुनासिक अनुदात् वा, तथैव अवशिष्टस्वरस्य, निरनुनासिकस्वरस्य आधारेण अपि तत्र उदात् सः अवशिष्टस्वरः निरनुनासिकस्वरः, अतः तस्य इत्संज्ञा न भवति। परन्तु इड् व्यवस्थाविषये अवशिष्टस्वरः, स्वरस्यापि तत्र स्वभावः तत्र द्रष्टव्यं। सः अवशिष्टस्वरः अनुदात् वा उदात् वा स्वरित वा तदपि दृष्टव्यं. सो एतेषां तत्र वयं तत्र चिह्नम् आधारेण एव तत्र एतत् सर्वं द्रष्टुं शक्यते. अत्र अतः तत्र स्वरचिह्नानि एतस्य विषये अपि पूर्वस्मिन् वर्गे पठितवन्तः. तत्र स्मर्तव्यम् अंशः कः? वेदे यः उदात् अपि च स्वरित् अपि च अनुदात् स्वराणां यः प्रभेदः तत्र वेदे वयं प्राप्तुं शक्नुमः, तत्र प्रायशः उदात् अनुदात् अपि च स्वरित् पिच् विषये अस्ति. इत्युक्ते तत्र लो पिच्, है पिच्, मीडियम् पिच् इति तत्र अस्ति वेदे. व्याकरणशास्त्रे तत्र ताविध नास्ति. तत्र महर्षिणा सूत्राणि दत्तानि, त्रीणि सूत्राणि दत्तानि, उच्चैः उदात्तः, नीचैः अनुदात्तः, एण्ड् देन् समाहारः स्वरितः. सो उच्चैः उदात्तः इति सूत्रं पश्यामः चेत् तत् सूत्रं किं वदति? यस्य स्वरस्य तत्र उच्चारणसमये वायुः तत्र उच्चारणस्थानस्य उपरि भागस्य तत्र उपरि भागे विधीयते, तत् उदात् स्वरः. सो उच्चैः उदात्तः इत्यनेन उदात् स्वरः इत्युक्ते किम्? उदात् अनुदात् अपि च स्वरित् इति स्वराणां विषये तत्र एतादृशः विशिष्टनामकरणमस्ति. उदात् विशिष्टनामकरणम्, अनुदात् विशिष्टनामकरणम्, तथैव स्वरित्. सो उच्चैः उदात्तः इति यः सूत्रमस्ति, संज्ञासूत्रमस्ति, उदात् इत्युक्ते किम्? उच्चैः उदात्तः. सो सः तादृशस्वरः यस्य उच्चारणसमये तत्र वायुः उपरि दिशि तस्य विधीयते, तत् उदात् स्वरः. तथैव नीचैः अनुदात्तः इत्यनेन महर्षि वदति यस्य स्वरस्य उच्चारणसमये वायुः अधौ भागे तत्र विधीयते, उच्चारणस्थानस्य अधौ भागे स्पर्शनं कृत्वा बहिः आगच्छति, तत् अनुदात्तस्वरः. तथैव समाहारः स्वरितः इत्यनेन तत्र स्वरितस्वरस्य उच्चारणसमये वायुः न तु उपरि दिशि गच्छति, न अधोभागे गच्छति, कुत्रचित् मध्ये तत्र स्थित्वा तत्र वायुः एतादृशः स्वराणां तत्र उच्चारणं भवति. सो उदात् अनुदात् स्वरित् इति उच्चारणविषये. अपि च तत्र यदा तत्र तादृशस्वराणां वयम् उच्चारणं कुर्मः, तत्र वायुः उपरि दिशि गच्छति चेत् उच्चैः तत् उदात् स्वरः भवति, वायुः अधोभागे गच्छति चेत् तत् अनुदात् स्वरः, तत्र समाहारः स्वरितः इत्यनेन तत्र मीडियम् इति वदामः, न वायु उपरि दिशि गच्छति, न उच्चारणस्थानस्य अधोभागे गच्छति, तदस्ति समाहारस्वरितः. अतः वेदे यत् उदात् अनुदात् स्वरित् इति तत्र यः अस्ति सः पिच् आधारेण अस्ति, परन्तु अत्र व्याकरणशास्त्रे यः उदात् अनुदात् अपि च स्वरित् सः तु वायुः कस्मिन् दिशि गच्छति इति तस्य विषये वयम् एतः नामकरणं महर्षिणा कृतम्, उच्चैः उदात् अनुदात् स्वरितः. अनन्तरं वयम् एतावता तत्र पूर्वस्मिन् वर्गे एतत् सर्वं दृष्टवन्तः. सो अस्माभिः किं करणीयं? तत्र उदात्स्वरस्य चिह्नं किम्, अनुदात्स्वरस्य चिह्नं किं, स्वरित्स्वरस्य चिह्नं किम्? किमर्थं चेत् चिह्नं दृष्ट्वा एव, किमर्थं चेत् वयं तु उच्चारणं सम्यक्तया न कर्तुं शक्यते. उदात्स्वरस्य कथम् उच्चारणं करणीयम्, अनुदात्स्वरस्य उच्चारणं कथं करणीयम्, परन्तु चिह्नं दृष्ट्वा एव वयम् अवगन्तुं शक्यते एतत् स्वरम्, एतत् स्वरः उदात् वा अनुदात् वा स्वरित् वा. सो एतादृशः ज्ञानम् आवश्यकं कस्य विषये? पदव्यवस्थाविषये, अपि च इड्व्यवस्थाविषये. अतः स्वराणां तत्र स्वरचिह्नानि तत्र अस्माभिः ज्ञातव्यं, कस्य स्वरस्य किं चिह्नम् अस्ति. अस्तु, इदानीं तत्र यः प्रथम अस्माकं विषयः पदव्यवस्था, धातूनां पदव्यवस्था कथं वयं ज्ञातुं शक्यते तस्य विषये अद्य तत्र प्रारम्भं कुर्मः. अस्तु, पदव्यवस्था कः पठति? कः अथवा का पठति? अनुसूया भगिनी पठति वा भगिनि? पदव्यवस्था इत्युक्ते धातुः परस्मैपदु धातु वा आत्मनेपदि धातु वा उभयपदि धातु वा इत्यस्य बोधः. अस्माभिः पूर्वमेव दृष्टं यत् धातुषु अनुनासिकः अच् इत् संज्ञा प्रयोजयति. इत् संज्ञा प्रयोजयति नाम अनुनासिकस्वरेण इत् संज्ञा सूच्यते इत्यर्थः. अस्य एव इत् संज्ञकस्य स्वरस्य अनुदात्तत्वम् उदात्तत्वं स्वरितत्वं च पदव्यवस्थां सूचयति. तर्हि इत्संज्ञकेन स्वरेण पदव्यवस्था ज्ञायते कथम् इति पश्येम. यथा एधं वृद्धौ धकारोत्तरवर्ती यः अकारः अस्ति सः अनुनासिकः अस्ति. अनुनासिकः अतः इत्संज्ञकः भवति. अधस्तात् छिन्नम् अस्ति अतः अनुदात्तः अपि अस्ति. अनुनासिक अकार अनुदात्तः अपि अस्ति अतः एधं धातु आत्मनेपदी अस्ति. किमर्थम् इति चेत् अग्रे सरम सरेम रीडर् किञ्चित् वदतु इति सङ्ख्यक वर्णस्य अनुनासिकस्वरस्य विषये किञ्चित् अनुनासिकस्वरा यदा अस्ति तदा उपदेशे जन्नासिक इति सूत्रेण तस्य लोपः भवति. यदा तस्य लोपः भवति अनुनासिक अच् वर्णः दातवा इति स्वरितवा इति पश्येमः. यदि उदात्त अस्ति चेत् किमर्थं किं भवति? यदि अनुदात्त अस्ति चेत् किं भवति? स्वरित अस्ति चेत् किं भवति इति अग्रे पठामः. अपि च भगिनि उपदेशे अजनुनासिक इति सूत्रेण स्वरस्य किं भवति? अनुदात्तः अस्ति चेत् आत्मनेपदी भवति. उदात्तः अस्ति चेत् उपदेशे अजनुनासिक इति एकं सूत्रम् अस्ति. तेन सूत्रेण स्वरस्य किं भवति? यः अनुनासिक स्वरः तस्य किं भवति? अनुनासिक स्वरस्य इत्संज्ञा भवति. तावदेव उपदेशे अजनुनासिक इति सूत्रेण स्वरस्य इत् संज्ञा भवति. इति नामकरणं भवति. तावदेव अनन्तरं तत्र वयं जानीमः यस्य इत् संज्ञा अस्ति तस्य लोपः अपि भवति भिन्नसूत्रेण. परन्तु एतत् संज्ञासूत्रम् अस्ति स्वरस्य इत् संज्ञा भवति इति अत्रापि लिखितम्. इत् संज्ञा सूचयति अनुनासिकस्वरेण इत् संज्ञा सूचयति. अत्र कर्मणि प्रयोगः अस्ति अनुनासिकस्वरेण इति तृतीया अस्ति. इत् संज्ञा सूच्यते सो अत्र कर्मणि प्रयोगः अस्ति. एन्द् विषये वदतु. एन्द विषये तत्र अन्ते विद्यमानः प्रकारस्य अनुनासिक अपि अस्ति. कस्य अन्ते किं वर्णः? अकार अनुनासिकमपि अस्ति. अधोभागे रेखा अस्ति चेत् अनुदात्तः. अनुदात्त अकारस्य अनुदात्त अनुनासिक अकारस्य इच्छन्या भवति अतः आत्मनेपदी इति. सूत्र आधारेण एव तत् सर्वं वयम् अवगन्तुं शक्यते. इदानीं तु अत्र न अस्ति परन्तु अनन्तरं तत्र सूत्र आधारेण तत् पठामः. अस्तु भगिनी धन्यवादः. अग्रे आत्मनेपदत्वं विषये सूत्रम् अस्ति. कः पठति? चेतना भगिनी पठति वा? आत्मनेपदम् अनुदात्तनित आत्मनेपदम् यस्य धातोः अनुदात्तस्वरस्य णकारस्य च इत्संज्ञा भवति सः धातुः आत्मनेपदी. अनुदात्तश्च ण च अनुदात् तणौ तौ तौ यस्य सः अनुदात्तणि द्वन्द्वगर्भ बहुव्रीहिः तस्मात् अनुदात्तणितः अनुदात्तणितः पञ्चम्यन्तम् आत्मनेपदं प्रथमन्तं द्विपदमिदं सूत्रम् यस्य धातोः अनुदात्तस्वरस्य नकारस्य च इत्संज्ञा भवति सः धातु आत्मनेपदे नकारस्य न अवगतं भगिनि नकारस्य द्वयं विषये अस्ति एकमस्ति अनुदात्स्वरः द्वितीयमस्ति नकारस्य नकारस्य इत्युक्ते कण्ठनकारस्य क ख ग ग न नकारस्य इत्संज्ञा अथवा अनुदात्स्वरस्य इत्संज्ञा च इति पदमस्ति न सो दलद्वयं यस्य धातोः अनुदात्स्वरस्य इत्संज्ञा भवति सः धातुः आत्मनेपदी यस्य धातुः नकारस्य इत्संज्ञा भवति सः धातुः अपि आत्मनेपदी भवति सो दलद्वयम् अनुदात् अपि च नित् सो अत्र द्वन्द्वगर्भबहुव्रीहि समासः अस्ति अस्मिन् पदे प्रथमे अनुदात् अनुदातश्च न च तेषां तत्र द्वन्द्वगर्भः अस्ति अनन्तरं तत्र बहुव्रीहि समासः अनुदातनित् सो अर्थं किं भवति प्रथमवाक्ये यत् लिखितं तस्य कः अर्थः भवति स्वशब्दैः वदतु स्वरः अनुदात्त अस्ति अपि च नकारस्य इत् भवति स्वरः अनुदात् अस्ति अपि च सः स्वरः इत्संज्ञा अस्ति इत्संज्ञक अस्ति न केवलम् अनुदात् स्वरः यस्य धातोः अनुदात् स्वरस्य इत्संज्ञा भवति यस्मिन् धातोः कोऽपि स्वरस्य इत्संज्ञा भवति अनन्तरं सः स्वरः अनुदात् अपि अस्ति इत्संज्ञा स्वरस्य इत्संज्ञा कदा भवति अनुनासिक अस्ति अनुनासिक अस्ति चेत् सो अनुनासिक अनुदात् स्वरस्य यस्मिन् धातोः इत्संज्ञा सः आत्मनेपदि धातुः इति सूत्रं वदति अनन्तरं द्वितीयदलं किम् नकारः इत्संज्ञकः अस्ति चेत् इत्युक्ते नकारः व्यञ्जनवर्णः तस्य विषये उदात् अनुदात् स्वरित् इति ज्ञानं नास्ति नकारः धातुषु व्यञ्जनानाम् इत्संज्ञा कदा भवति सत्यं हलन्त्यम् इति सूत्रेण अन्ते सः व्यञ्जनः तत्र अस्ति चेत् तस्य इत्संज्ञा भवति अपि च आदिर्नीटुडुवः आदिर्नीटुडुवः तत्र तु व्यञ्जनसमूहस्य इत्संज्ञा वर्णसमूहस्य इत्संज्ञा तु नी अपि च डु इति तत्र वर्णसमूहस्य परन्तु व्यञ्जनानां धातुषु व्यञ्जनानाम् इत्संज्ञा हलन्त्यं सूत्रेण एव तत्र प्रायशः भवति सो यस्मिन् धातुः नकारः अन्ते अस्ति कण्ठनकारः अन्ते अस्ति सः धातुः अपि आत्मनेपदी भवति इति सूत्रस्य अर्थः अनुदातनित् अत्र न च अस्ति क ख ग ग न च सो प्रथमे एतत् भवति अनुदातनौ अनुदातनौ इति तत्र द्वन्द्वसमासः अनुदातश्च नौ नः च अनुदातनौ अनन्तरं तत्र इत् तौ इतौ द्विवचने अस्ति अतः तौ इतौ यस्य सः अनुदातनित् बिकास् द्वन्द्वगर्भबहुव्रीहिसमासः तत्र तस्य विषये तत्र एकवचने एव भवति. अनुदातनित्त इति एकवचने अस्ति. सो अनुदातनित्त आत्मनेपदं. सो यस्मिन् धातुः ऐदर् अनुदात् स्वरस्य इत्संज्ञा आर् नित् अस्ति, तस्सः धातुः आत्मनेपदी इति सूत्रं वदति. परन्तु वयं जानीमः आत्मनेपदी परस्मैपदी यथा मया पूर्वस्मिन् वर्गे उक्तम्, एतादृशः संज्ञा कस्य विषये व्याकरणशास्त्रे? आत्मनेपदी संज्ञा अपि च आत्मनेपदं परस्मैपदम् इति संज्ञा कस्य व्याकरणशास्त्रे? क्रियापदस्य न, प्रत्ययस्य सूत्रमस्ति लः परस्मैपदं सङ्गानाम् आत्मनेपदं. संज्ञासूत्रद्वयम्, एकमस्ति लः परस्मैपदं. लः परस्मैपदम् इत्युक्ते तत्र लकारस्य स्थाने किम् आयाति? लः लस्य स्थाने किम् आयाति? त्रिंशत्, सर्वे अष्टादशप्रत्ययाः तिप्तस्जि. सो लस्य स्थाने तत्र तिप्तस्जि भवति. सो तिप्तस्जि ये अष्टादश तिङ् प्रत्ययाः तेषां परस्मैपदी इति संज्ञा अस्ति. परन्तु अनन्तरं महर्षिः वदति तङ्गानाम् आत्मनेपदं. सो त आरभ्य तिप्तस्जि सिप्तस्थ मिप्वस्मस् अनन्तरं त त आतां ज था साथां द्वम् इड्वहि महिङ् तङ् इत्युक्ते तत्र त आरभ्य महिङ् पर्यन्तम् अन्ते तत्र नकारः कण्ठनकारः महिङ् इति प्रत्यये. सो तङ् प्रत्ययानां तत्र आत्मनेपदं संज्ञा. सो आकडारात् एकसंज्ञा इति अनेन तत्र अनन्तरं यदि कस्य विषये संज्ञाद्वयं दत्तं तु कथं निर्णयं कुर्मः किं संज्ञा विधीयते? तङ् विषये परस्मैपदी संज्ञा वा आत्मनेपदी संज्ञा? परन्तु तङ्गानाम् आत्मनेपदम् इति सूत्रं परसूत्रम्, अतः तङ् विषये तु आत्मनेपदी संज्ञा विधीयते. पर अनेन किम् अवगम्यते? केवलं सिप्तस्जि सिप्तस्थ मिप्वस्मस् तेषां प्रथमनवप्रत्ययानाम् एव परस्मैपदी इति संज्ञा. सो व्याकरणशास्त्रे आत्मनेपदं परस्मैपदम् इति संज्ञा कस्य इति वदामः चेत् प्रत्ययानां, कीदृशप्रत्ययानां? तिङ्प्रत्ययानां. तिङ्प्रत्ययानां तत्र संज्ञाद्वयं, परस्मैपदम् आत्मनेपदम्. सो एतादृशः यः सूत्रम् अस्ति तत्र व्याकरणग्रन्थे 1.3.12 इति सूत्र आरभ्य तत्र आत्मनेपदप्रकरणं तत्र अस्ति. सो आत्मनेपदप्रकरणं, परन्तु लहसि लः परस्मैपदी अपि च तङ्गानाम् आत्मनेपदी एते संज्ञाद्वयं तत्र तृतीयाध्याये दत्तं. किमर्थं चेत् तत्र एव वयम् अवगन्तुं शक्यते लस्य इत्यनेन तिवादयः, अनन्तरं लः यः सः वदति लः परस्मैपदी इत्यनेन तत्र लः इत्युक्ते लस्य स्थाने ये तिवादयः तेषाम् एव संज्ञा परस्मैपदी. अनन्तरं तङ्गानाम् आत्मनेपदम् इत्यनेन यः तङ् इति यः अस्ति सः तङ् तो त आरभ्य महिङ् पर्यन्तं ये तत्र नवप्रत्ययाः तेषाम् आत्मनेपदम् इति संज्ञा अस्ति. परन्तु अस्मिन् प्रकरणे केवलं महर्षिः वदति यः धातुः यस्मिन् धातुः अनुदातस्वरस्य इत्संज्ञा अस्ति सः धातुः बेसिक्लि लूस्लि वाट् वी से विषये धातु एव आत्मनेपदी परस्मैपदी उभयपदी अस्ति. सो परन्तु तथा नास्ति. अनुदातनित आत्मनेपदम् इत्यनेन किं तत्र ज्ञानं भवति? यः यस्मिन् धातुः अनुदातस्वरस्य इत्संज्ञा अस्ति अथवा तत्र कस्यचित् धातुः कस्मिंश्चित् धातुः कण्ठनकारस्य इत्संज्ञा अस्ति सः धातु कर्तरिप्रयोगे केवलम् आत्मनेपदीप्रत्ययः एव स्वीकुर्वन्ति इति तस्य अर्थः. स्वीकरोति धातुः आत्मनेपदीप्रत्ययः स्वीकरोति इति तस्य अर्थः. धातुः स्वयम् आत्मनेपदी परस्मैपदी वयं तु वदामः धातुः आत्मनेपदी परस्मैपदी, बट् वी हेव् टु कीप् इन् मैण्ड् देट् when we say dhatuhu atmanepadi, that only means that dhatuhu atmanepadi pratyaha svikaroti kartari prayoge. किमर्थं कर्तरि प्रयोगे एतादृशः तत्र वक्तव्यं भगिनि जानाति वा? अस्मिन् वर्गे पठितं वा? वदतु. न पठितं, परन्तु कर्मणि प्रयोगे क्रियापदम् अभावे प्रयोगे क्रियापदं प्रथमाविभक्ति फालो करोति. न, तथा नास्ति. भावे प्रयोगे कर्मणि प्रयोगे तत्र सी तत्र एक्टिव् वैस् पेसिव् वैस् यः तत्र वदामः अत्र भावे प्रयोगः अपि अस्ति संस्कृतव्याकरणे. सो संस्कृतव्याकरणे तिङन्तरूपस्य कर्तरिप्रयोगे भावे प्रयोगे इत्युक्ते तिबादयस्य अष्टादश तिङ्प्रत्ययानां तत्र यः प्रयोगः वयं तत्र कर्तरिप्रयोगे अपि तेषां प्रयोगः कर्तुं शक्यते प्रत्ययानां. भावे प्रयोगे अपि प्रत्ययानां तत्र प्रयोगं कर्तुं शक्यते धातु अनन्तरम् अपि च कर्मणि प्रयोगे. परन्तु महर्षि वदति भावकर्मणोः एकं सूत्रमस्ति तत्र भावकर्मणोः अस्मिन् प्रकरणे एव दत्तम् इत्युक्ते 1.3.12 सूत्रम् अस्ति अनुदात्तनित आत्मनेपदम्. अनन्तरं तत्र यः 13 सूत्रम् अस्ति 13 सूत्रम् एव अस्य अनन्तरम् एव वदति भावकर्मणोः. सो भावकर्मणोः इति सूत्रेण किम्? भावकर्मणोः इति सूत्रेण भावे प्रयोगे अपि च कर्मणि प्रयोगे यदा तत्र धातुः योगतिबादयः कुर्मः यदि अस्माकं विवक्षा भावे प्रयोगे अस्ति अथवा कर्मणि प्रयोगे अस्ति तत्र धातु न द्रष्टव्यं. तत्र भावे प्रयोगे कर्मणि प्रयोगे धातुः सर्वदा आत्मनेपदी प्रत्ययः एव स्वीकुर्वन्ति. तत्र वी डोण्ट् एड् तिप् तस्जि सिप् तस्थ मिप् वस्मस् प्रथम नवप्रत्ययाः तत्र भावे प्रयोगे अपि च कर्मणि प्रयोगे तेषां नवप्रत्ययानां तत्र प्रयोगं न भवति, केवलम् आत्मनेपदी प्रत्ययानां प्रयोगः एव भवति. सो धातुः यत्किमपि भवेत् अनुदात् वा स्वर् अनुदातेत् वा नित् वा स्वरितेत् वा णित् वा यत्किमपि धातुः इत्युक्ते द्विसहस्रधातु अनन्तरं भावे प्रयोगे अपि च कर्मणि प्रयोगे केवलम् आत्मनेपदी इत्युक्ते तङ्प्रत्ययः एव वयं योजयितुं शक्नुमः. सो तदा एव इत्युक्ते यः अनन्तरं सूत्रमस्ति भावकर्मणोः तेन सूत्रेण एतत् स्पष्टं भवति भावे प्रयोगे कर्मणि प्रयोगे धातुः केवलम् आत्मनेपदी प्रत्ययः एव स्वीकरोति इति तत्र एक this is the one thing that we have to clear. Now what is left? Kevalam kartari prayoga ev atra avshishyate because bhave prayoge karmani prayoge idanim spashtam yat kim api dhatuhu saha anudatetva nitva swaritetva anitva udatetva iti tatra na drishtavyam. भावे प्रयोगे कर्मणि प्रयोगे केवलम् आत्मनेपदी प्रत्ययः एव योजनीयम् इति तत्र भावकर्मणोः इति सूत्रेण. परन्तु यः अनुदातनित आत्मनेपदम् इदानीम् अत्र सूत्रं दत्तम् अत्र तु किमपि न लिखितं कर्तरि प्रयोगे वा भावे प्रयोगे वा कर्मणि प्रयोगे एतादृशः करणीयं किमपि न लिखितं. परन्तु अनन्तरं यत् दत्तं तस्य आधारेण एव वयं वक्तुं शक्यते एतत् सूत्रस्य अर्थः कः. कर्तरिप्रयोगे तत्र धातुः अनुदात्तेत् अस्ति. अनुदात्तेत् इत्युक्ते अनुदात्स्वरस्य इत् यस्मिन् सः अनुदात्तेत् अथवा धातुः णित् अस्ति चेत् सः धातुः कर्तरिप्रयोगे केवलम् आत्मनेपदी प्रत्ययः एव स्वीकरोति. अतः एद् धातुतः प्रथमपुरुष एकवचनस्य विवक्षा अस्ति चेत् एद् धातुः एन्द इति धातुः तत्र यः अनुनासिकस्वरः सः अनुदात् अस्ति अधोभागे तत्र रेखा अस्ति, अतः अनुनासिक अकारः अत्र अनुदात् अस्ति. सो एन्द इति धातुः अनुदात्तेत् अस्ति, अनुदात् इति न वदामः, अनुदात् स्वरस्य इत् यस्मिन् सः अनुदात्तेत्. सो अनुदात्तेत् अस्ति चेत् एन्द धातुः प्रथमपुरुष एकवचनस्य विवक्षायां कर्तरिप्रयोगे केवलं त एव योजनीयं, तिप् वयं योजयितुं न शक्नुमः. अनुदात्तेत् धातुः कर्तरिप्रयोगे केवलम् आत्मनेपदी प्रत्ययः एव स्वीकरोति. भावे प्रयोगे कर्मणि प्रयोगे तु वयं जानीमः तत्रापि समानरूपं भवति, तत्रापि अनुदात् आत्मनेपदी प्रत्ययः एव योजनीयम् एन्द विषये. परन्तु यदा वयं पठ पश्यामः, पठ यः अस्ति तत्र सः आत्मनेपदी प्रत्ययः न स्वीकरोति. एकवचनस्य विवक्षायां कर्तरिप्रयोगे तत्र तिप् योजनीयं, परन्तु भावे प्रयोगे कर्मणि प्रयोगे पठ अनन्तरमपि आत्मनेपदी प्रत्ययः एव योजनीयम् इति तत्र भावकर्मणोः. सो केवलं कर्तरिप्रयोगे एव द्रष्टव्यं धातुः कीदृशप्रत्ययः कर्तरिप्रयोगे स्वीकरोति. अतः अनुदातनित्त आत्मनेपदम् इति सूत्रस्य सम्पूर्णार्थः कः इति वदामः चेत् अस्माकं मनसि स्पष्टता भवेत्. कर्तरिप्रयोगे अनुदात्तेत् धातु अस्ति अथवा धातु नित् अस्ति, तादृशधातुः केवलं कर्तरिप्रयोगे आत्मनेपदि प्रत्ययः स्वीकरोति इति तस्य अर्थः. सो तङ् एव स्वीकरोति तिङन्तरूपस्य निर्माणार्थम् इति सूत्रस्य अर्थः. अनुदात्तेत् वदामः इति अग्रे आयास्यति अहं चिन्तयामि. सो अनुदात्तेत् वदामः चेत् अनुदात् स्वरस्य इत् अनुदात् योग इत् कुर्मः चेत् अनुदात् योग इत् कुर्मः तत्र किं भवति? अनुदात् योग इत् करोतु भगिनि, तत्र वर्णकार्यं करोतु. अनुदात्तेत् भवति. सो अनुदात्तेत् वदामः चेत् अ योग इ अस्ति चेत् तत्र गुणसन्धि भूत्वा अनुदात्तेत् भवति वर्णमेलनेन. सो वेन् वि से अनुदात्तेत् देट् मीन्स् अनुदात् इत्. सो यस्मिन् धातुः अनुदात् इत् अस्ति, सो अनुदात् कस्य संज्ञा, अनुदात् इति संज्ञा कस्य? अधः रेखा अस्ति चेत् कस्य इत्युक्ते स्वरस्य, स्वरस्य अनुदात् इति संज्ञा. अत्र तु किमपि न लिखितं न अच् वा हल् वा किमपि न लिखितं, विशिष्टनामकरणस्य प्रयोगः अत्र दृश्यते अनुदात्. सो इदानीं वयं जानीमः पूर्वे सः वदति निच्चैः अनुदातः 1.2.30 अत्र किमस्ति 1.3.3 अस्ति. सो द्वितीयाध्याये एव सः वदति निश्चयः अनुदातः. सो अनुदात् इत्युक्ते किं? निश्चयः अनुदातः इत्युक्ते स्वरः, स्वरस्य यदा उच्चारणम् उच्चारणस्थानस्य अधोभागे तत्र वायुः गच्छति चेत् सः अनुदातः. इदानीं सः एतादृशः संज्ञा यः पूर्वे दत्तं तस्य प्रयोगं करोति महर्षिः. सः वदति अनुदात नित्त आत्मनेपदम्. सो अनुदात् इति संज्ञा स्वरस्य अस्ति. सो अनुदात् स्वरस्य इत् यस्मिन् धातोः सः धातोः कर्तरिप्रयोगे आत्मनेपदी प्रत्ययः स्वीकरोति. द्वितीयदलं किं? यस्य धातोः, यस्मिन् धातोः नकारस्य इत् अस्ति सः धातुः अपि आत्मनेपदी प्रत्ययः स्वीकरोति इति सूत्रस्य अर्थः. यथा शीङ् इति धातुः, शीङ् इति धातुः तत्र एकमेव इत् संज्ञकवर्णः कण्ठनकारः, नकारस्य इत् अस्ति तत्र. सो तत्र अनुदात् स्वरसि इत् वा स्वरित् स्वरसि इत् वा उदात् स्वरसि इत् वा तत् किमपि नास्ति, केवलं कण्ठनकारस्य इत् अस्ति. सो सः धातुः अपि कर्तरिप्रयोगे तङ् एव स्वीकरोति, आत्मनेपदी प्रत्ययः एव स्वीकरोति इति अनेन सूत्रेण वयं ज्ञातुं शक्यते. शीयोगत्तः भवति तत्र. सो अनुदातेत् धातु अस्ति अथवा नित् अस्ति, द्वयोः तत्र धातूनां तत्र अनन्तरं कर्तरिप्रयोगे आत्मनिपदिप्रत्ययः योजनीयम् इति सूत्रस्य अर्थः. अवगतं वा भगिनि? आं भगिनि. सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु. अत्र अनुदातनित् आत्मनेपदं, सो अत्र अनुदातेत् विषये अपि च नित् विषये तादृशधातुः अस्ति चेत् कर्तरिप्रयोगे आत्मनेपदी सह धातुः आत्मनेपदीप्रत्ययः स्वीकरोति. इत्युक्ते तस्य अनन्तरम् अस्माभिः केवलं तङ् योजनीयं, न तु तिप्तज्जि योजनीयम्. प्रथम न परस्मैपदी संज्ञक प्रत्ययः तत्र कर्तरिप्रयोगे न योजनीयम् इति सूत्रस्य अर्थः. सो यस्मिन् धातुः अनुदात् स्वरस्य इत् अस्ति सः धातुः आत्मनेपदीप्रत्ययः स्वीकरोति. सो लूस्लि वट् वि से इन् द लोके, धातुः आत्मनेपदी. सो वेन् वि से धातु आत्मनेपदी, देट् मीन्स् कर्तरिप्रयोगे अत्र आत्मनेपद प्रत्ययाः योजनीयम् इति तस्य अर्थः भवति. परन्तु साक्षात् धातूनां तत्र आत्मनेपदी, परस्मैपदी, उभयपदी इति संज्ञा नास्ति. आत्मनेपदं परस्मैपदम् इति संज्ञा तत्र प्रत्ययानां, तिङ्प्रत्ययानां विषये अस्ति व्याकरणशास्त्रे इति तत्र स्मर्तव्यः अंशः. अस्तु भगिनि, धन्यवादः. अग्रे कः पठति? पूर्णिमा भगिनी पठति वा अग्रे? अत्र एव दत्तम्. अनुदातरीत आत्मनेपदं ततः न अनुदातेत् इदानीम् अस्ति. अनुदातेत् इत्युक्ते किं? वयम् एतत् अनुदातेत् नाम अनुदातयित् यस्य सः धातुः अनुदातेभ्यः धातुभ्यः निभ्यः धातुभ्यः च आत्मनेपदसंज्ञका प्रत्ययः विधीयते इति सूत्रार्थः. तर्हि यः धातुः अनुदात्तेत् भवति अथवा नित् भवति सः आत्मनेपदधातुः अस्ति. तदेव भगिनि, अनुदात्तः भवति चेदपि आत्मनेपदी भवति, नित् अपि चेदपि आत्मनेपदी भवति, तथा आत्मनेपदी तिप् प्रत्ययः योजनीयम् इति अर्थः. अपि च अत्र अनुदात् पूर्वसूत्रे अनुदातनित्तः इति यः अस्ति अत्र विसर्गस्य लोपः भवति. किमर्थं चेत् अत्र आ इति स्वरः अनन्तरम् अस्ति. सो अनुदातनित्तः इति यः अस्ति सः पञ्चमी अन्तं पदम् अस्ति. पूर्व यः सूत्रं पूर्वे पठितं, पञ्चमी अन्तं पदं सूत्रे अस्ति चेत् तस्य कः अर्थः भगिनि? पश्चात् पश्चात् कार्यः भवति. पञ्चमी अन्तं यः अस्ति सः निमित्तं भवति, तस्य अनन्तरं कार्यं. सो अत्र अनन्तरं किं कार्यम्? आत्मनेपदी प्रत्ययः योजनीयम् इति तत् कार्यम् अस्ति. अत्रापि अनुदातेभ्यः धातुभ्यः निद्भ्यः धातुभ्यः अत्रापि पञ्चमी अस्ति. अनुदातेत् धातुभ्यः पञ्चमी अस्ति, तेषाम् अनन्तरं किम्? आत्मनेपदसंज्ञकाः प्रत्ययाः विधीयन्ते इति सूत्रार्थः इति अत्र लिखितम्. सो धातुः अनुदातेत् अस्ति, तस्य अनन्तरमपि किम्? आत्मनेपदसंज्ञकाः प्रत्ययाः विधीयन्ते. सो आत्मनेपदीसंज्ञकाः प्रत्ययाः के भगिनि? त आतां ज थाः मूलप्रत्ययः एव वक्तव्यं. त आतां झ था साथां द्वम् इड् वहि महिङ्. सो तङ् आत्मनेपदसंज्ञकप्रत्ययाः तङ् त आरभ्य महिङ् पर्यन्तम् अन्ते यः न, सो इट् बिकम्स् तङ् सो तङ्प्रत्ययाः तादृशधातुः तङ्प्रत्ययाः तस्य अनन्तरं तङ्प्रत्ययाः विधीयन्ते इति सूत्रार्थः. सो अनुदातेभ्यः इत्युक्ते अनुदातेत् अनन्तरं निद् अनन्तरं निद् धातु अनन्तरं आत्मनेपदी संज्ञकप्रत्ययाः विधीयन्ते कर्तरिप्रयोगे अपि. सि भावे कर्मणि प्रयोगे तु विधीयन्ते, परन्तु तत्र कर्तरिप्रयोगे अपि आत्मनेपदी संज्ञकप्रत्ययाः अस्माभिः योजनीयम् इति सूत्रस्य अर्थः. अग्रे अपि पठतु. यथा यथा उपरि उपयुक्तते यद् धातोः अनुनासिकः नाम इत्सङ्गकः अकारः अनुदात्तः अपि अस्ति, अतः ये धातोः अनुदात्तेत् अस्ति अतः आत्मनेपदी. तर्हि येदते इति लटि धातु येदति, कम्प् इत्यत्र कम्प् इत्यत्र धातुः अपि ईदृशः ये ईदृशः अनुदात्तेत् अतः आत्मनेपदी कम्पते इति लटिरूपम्. सरलमस्ति. सो एन्द अपि कर्तरिप्रयोगे एद एदते इति भवति, न तु एदति इति भवति. किमर्थं चेत् अत्र त प्रत्ययः योजनीयम्, अनन्तरं किमपि परिवर्तनं भूत्वा ते भवति. तथैव तत्र कम्प यः अस्ति, अत्र कम्प विषये वदतु, अत्र कस्य स्वरस्य संज्ञा भगिनि श्रूयते वा? मम ध्वनिः श्रूयते वा? हा भगिनि, हा भगिनि श्रूयते. किञ्चित् अभवत् खण्डनं भवति वा मध्ये? खण्डनं भवति. अहम् आस्ट्रेलिया मध्ये अस्मि भगिनि अतः. अच्छा अच्छा भगिनि, अस्तु भगिनि. कोऽपि अन्य वक्तुं शक्यते वा कम्प विषये? ध्वनिः सम्यक् श्रूयते वा? मम ध्वनिः श्रूयते चेत् वदामि. कम्प विषये अनुदात्त अस्ति, अनुनासिक अकारः अस्ति, अनुदात्त अनुनासिक अकारस्य लोपः भवति, तस्य लोप इत्सङ्गः भवति, अतः आत्मनेपदी अस्ति. अनुदात्त आत्मनेपदी अस्ति अतः अनुदात्त आत्मनेपदी अस्ति इति कारणेन आत्मनेपदी कम्प आत्मनेपदी भवति. इत्युक्ते धातुः स्वयम् आत्मनेपदी न भवति, धातुः अनुदात्तेत् अस्ति. कम्पधातुः अनुदात्तेत् अस्ति. अनुदात्तेत् इति वदामः चेत् कम्पधातु मध्ये अनुदात्तस्वरस्य इत् अस्ति, तावदेव. अनुदात्तेत् इत्यनेन अनुदात्तस्वरस्य इत् अस्मिन् धातोः, अतः धातुः अनुदात्तनित्त आत्मनेपदम् इति सूत्रेण कम्प अनन्तरं तत्र कर्तरिप्रयोगे तङ् योजनीयं, न तु तिप्तश्चि योजनीयं. सो कम्प अपि अनुदात्तेत्, एन्द अपि अनुदात्तेत्. अतः अनेन सूत्रेण अनुदात्तनित्तात्मनेपदमिति सूत्रेण अनन्तरं तङ् योजनीयं, न तु तिप्तश्चि योजनीयम् इति तत्र. अतः तत्र लटीरूपं कम्पते न तु कम्पति इति भवति, कम्पते इति भवति इति अत्र लिखितम् अस्तु. भगिनी धन्यवादः. महोदय एकः प्रश्नः वदतु. कम्पङ् इति धातुः औपदेशिकधातुः अस्ति, अत्र अनुनासिक अकार स्वरः अस्ति, इत्संज्ञा उपदेश अनुनासिक इत्यनेन इत्संज्ञां प्राप्नोति, तस्य लोपः कम्प् इति भवति. कम्प् कम्प् आत्मनेपदी इति वक्तुं शक्नुमः वा? अनुदात्तेत् इति वक्तुं शक्नुमः निष्कासनानन्तरं. कम्प इति यः लौकिकरूपम् अस्ति, विसे लूस्लि विसे कम्प आत्मनेपदी धातुः, बट् तस्य अर्थः कः? वेन् वि से कम्प इस् एन् आत्मनेपदी धातुः, नव् वि नो द सूत्र, वि हेव् रेड् द सूत्र, तस्य अर्थः कः? तस्य अर्थः अस्ति कम्प धातुः तत्र अनुदात्तेत् अस्ति, अनुदात्तेत् अस्ति, अनुदात् स्वरसि इति अस्ति चेदेव सः आत्मनेपदी. इत्युक्ते कर्तरिप्रयोगे सः तङ् प्रत्ययः तत्र योजनीयं, न तु तिप्तजि योजनीयं. बट् लूस्लि वाट् वि से धातु एव आत्मनेपदी, धातु एव परस्मैपदी, बट् तस्य अर्थः कः अस्ति? धातुः आत्मनेपदी प्रत्ययः स्वीकरोति लट् लकार तिङन्तरूपस्य निर्माणार्थम् इति तस्य अर्थः. ऐ अण्डर्स्टाण्ड् कम्पङ् इति आत्म औपदेशिकधातु आत्म अनुदात्तेत् इति वक्तुं शक्नोमि, परन्तु निष्कासनानन्तरं कम्प् इति भवति तद् अनुदात्तेत् इति वक्तुं शक्नोमि वा आत्मनेपदी इति वदन वदितव्यं वा सूत्रमेव वदति खलु अनुदात्तनित् इति धातोः वेन् वी आर् स्पीकिङ्ग् जनरलि सी सम्बडी हू डस् नाट् नो हू हेज़् नाट् रेड् पाणिनि शास्त्रं फार् हिम् यू के नाट् से अनुदात्तेत् न ही विल् नाट् अण्डर्स्टाण्ड् वट् इस् अनुदात्तेत् For him, you have to say Atmanepadi. But since you know what is Atmanepadi, Chukte Kim, you know now, because you have read Panini Shastra. Suppose somebody has not read what is Anudat, what is It, It Sangyak Prakranam, Na Janati Chet, what will you tell him? You will simply tell him, Dhatu is Atmanepadi. That is how we remembered in the first, when we were not knowing Panini Shastra, what we used to say. We used to say Shing is Atmanepadi, Kamp is Atmanepadi. That time we did not know ke Atmanepadi, Apicha Parasmepadi, it is Sangya Pratyayanam. Dhatuhu Swayam Atmanepadi na Bhavati. Dhatuhu, when we say Dhatu Atmanepadi, it means Dhatuhu Atmanepadi Sangyak Pratyah Svikaroti. Kartari Prayogi. It is Tasyartha. But loosely we say Dhatu Swayam Atmanepadi. Dhatu is Atmanepadi. So, after Niskasana Anantaram, Kampu iti avasishyate, that also we can say Anudatet. Yes, yes, because we have to see the Moola Rupam, na? Kampu is Anudatet. Kampu is Laukik Rupam, it is Anudatet, because that is how we got it, na? By doing the Anudat Swarasi, it, we got Kamp. So, it is Anudatet. Astu Mores, Pastam. गिरिजा भगिनी अग्रे पठति वा आं भगिनि पठतु उभयपदत्वम् अत्र अन्तिमपरिच्छेदमपि अस्ति धातुः अनुदात्तेत् अस्तु धातुः अनुदात्तेत् अस्ति चेत् आत्मनेपदि धातुः नित् अस्ति चेदपि तथैव आत्मनेपदि शीं स्वप्ने इति धातु नित् अतः सोऽपि आत्मनेपदि शेते इति लटि नीङ् विहाय स वायौ गतो इति धातु डी डी अत्रापि ञकारस्य संज्ञा डीङ् ड इ न नीङ् विहाय स वायौ गतौ इति धातु धातुः नित् अतः आत्मनेपदि नयते इति डयते इति तर्हि अनुदात्तस्य स्वरस्य इत् संज्ञाकारणेन अथवा डकारस्य इत् संज्ञाकारणेन इत् संज्ञाकारणेन धातुः आत्मनेपदि भवति अनुदात्त स्वरः इत् संज्ञा भवति चेत् तत् आत्मनेपदी भवति तथैव णकारस्य वर्णः अपि आत्मनेपदी एव स्वीकरोति सूत्र अनुदात् नित् इत्युक्ते किं धातुः नित् अस्ति चेदपि तथैव नित् इत्युक्ते णकारस्य इत् संज्ञा नित् यत् नकारः इत् यस्मिन् सः नित् तदपि आत्मनेपदम् एव स्वीकरोति एक्साम्पल् शीङ् स्वप्ने इति धातुः अस्ति अन्तिमस्वरः डकारः तथैव सूत्रवर्णः अन्तिमस्वरः नास्ति व्यञ्जनः तद् सूत्रम् उपयुज्य अनुदात्तित आत्मनेपदं सूत्रम् उपयुज्य तदपि आत्मनेपदप्रत्ययः एव स्वीकरोति तथैव आत्मनेपदं रूपम् एव तथैव अन्तिमरूपं सोऽपि इति भवति आत्मनेपदानां शेते इति लटिरूपं शेते शीङ् विषये यद्यपि तत्र शीङ् विषये तत्र किमस्ति शीङ् विषये तत्र विशिष्टरूपेण तत्र गुणकार्यं भवति. सो शी बिकम् शे, अनन्तरं त बिकम् ते, सो शेते इति भवति. सो डीङ् विषये अपि तथैव, डीङ् इति धातु अस्ति विहायस्य विषये न फ्लैङ्ग्, सो तत्र ढयते डीङ् इति धातुः डीङ्. अत्रापि नकारस्य इति संज्ञा अन्ते केन सूत्रेण इति संज्ञा नकारस्य भगिनि? एक्चुलि नकारस्य इत्संज्ञा नित्वत् भवति, अन्ते अन्ते हल् वर्णः न, नकारः हल् वर्णः अन्ते हलन्त्यम् इत्यनेन हलन्त्यम्. प्रत्येकस्य उपदेशस्य उपरि हलन्त्यम् इति सूत्रं कार्यं करोति, वेदर् देट् इस् धातु प्रत्ययः आदेशः आगमः. सो हलन्त्यं सूत्रं प्रत्येकस्य उपदेशस्य उपरि कार्यं करोति. सो अत्रापि अन्ते हल् वर्णः, अतः हलन्त्यम् इति सूत्रेण नकारस्य इति संज्ञा. शीङ् अपि तथैव, शीङ् धातुः मूलरूपम् अस्ति, अत्रापि हलन्त्यम् इत्यनेन नकारस्य इति संज्ञा. सो एतत् नकारस्य इत्संज्ञा भूत्वा अकुनेपदं रूपं स्वीकरोति, अतः आत्मनेपदी नयते इति ढयते, ढयते डी ढयते, डे भवति, अनन्तरम् एचो यवायावः इत्यनेन ढय, अनन्तरं त इति ते भवति, ढयते इति रूपं ढयते. अत्र शीङ् अपि च डीङ् धातुद्वयम् अनुदात्तेत् अस्ति वा? शीङ् अनुदात्तेत् अस्ति, अनुदात्तरूपम् एव, किमर्थम् इत्युक्ते प्रश्नः, शीङ् अनुदात्तेत् अस्ति वा नास्ति, तावदेव मम प्रश्न. अनुदात्त अनुदात्त न न मम प्रश्नः, मम प्रश्नः कः, शीङ् अनुदात्तेत् अस्ति वा नास्ति? अनुदात्तेति नकारस्य संज्ञा तथैव अनुदात्तेति न, अनुदात्तेत् इत्युक्ते किं भगिनि? अनुदात्ते अनुदात्ते इत्युक्ते अनुदात्तः इतः अनुदात्तेति, यस्य वर्णस्य इत्संज्ञा तस्य अनुदात्तेति, अनुदात्तस्वरस्य इत् अनुदात्तेति. सत्यं. सो शीङ् शीङ् शीङ् मध्ये किमर्थं प्रति प्रतिध्वनि आयाति? शीङ् मध्ये अनुदात्स्वरस्य इत् अस्ति वा? नास्ति. कथमस्ति? कि अत्र एकमेव अनुबन्धवर्णः नकारः, अत्र कोऽपि स्वरः इत्संज्ञक् नास्ति शीङ्, तथैव डीङ् विषये अनुदात्त उदात्तस्वरितः केवलस्वरस्य मात्रे अस्ति, मात्रे अस्ति. सो शीङ् इस् नाट् अनुदात्ते, डीङ् इस् आल्सो नाट् अनुदात्ते, बट् शीङ् इस् नित्, डीङ् इस् नित्. सूत्रम् अस्ति अनुदात्त आत्मनेपदम्, न केवलम् अनुदात्तेत् आत्मनेपदं प्रत्ययः स्वीकरोति, नित् अपि आत्मनेपदी प्रत्ययः स्वीकरोति, दलद्वयम् एकं विभागः अनुदात्तेत्, द्वितीयमस्ति नित्. अत्र तु नित् विषये उदाहरणानि, उदाहरणद्वयं शीङ् अपि च डीङ्. सो केवलम् अनुदात्तेत् अस्ति तदा एव आत्मनेपदि भवति इति न, नित् अस्ति चेदपि आत्मनेपदि भवति, धातुः नित् अस्ति चेत् तदपि आत्मनेपदि भवति. सो देट् इस् वै ऐ सेड् दलद्वयम् अस्मिन् सूत्रे, दलद्वयम् अनुदात्तेत् अपि अनुदात्तेभ्यः नित्भ्यः च इति सूत्रस्य अर्थः. अस्तु अवगतं न? अवगतम्. अग्रे अपि पठतु उभयपदत्वम् उभयपदत्वं स्वरित् नितः कर्तभिप्राये क्रियाफले यस्य धातोः स्वरितस्वरस्य नकारस्य च इत्संज्ञा भवति तस्य क्रियायाः फलं कर्तुः अस्ति चेत् धातुतः आत्मनेपदतिं प्रत्ययाः विहिताः क्रियायाः फलं कर्तुः नास्ति चेत् धातुतः परस्मैपदतिङ् प्रत्ययाः विहिताः भवन्ति. यस्य धातोः स्वरितस्वरस्य नकारस्य च इत्संज्ञा भवति धातोः स्वरितस्वरस्य अन्तिमवर्णस्य नकारस्य इत्संज्ञा भवति तस्य क्रियायाः फलं कर्तुः अस्ति चेत् एतत् नावगतं फलं कर्तुः अस्ति चेत् नावगतं भगिनि धातुतः आत्मनेपद तिङ् प्रत्ययाः विहिताः क्रियायाः फलं कर्तुः नास्ति चेत् धातुतः परस्मैपद तिङ् प्रत्ययाः विहिताः भवन्ति. सो अत्र त्वरितनित्त तत्र कर्तृ अभिप्राये क्रियाफले इति सूत्रम् अस्ति. प्रथमे वयम् अवगन्तुं किं शक्यते अत्रापि दलद्वयम् एकमस्ति यस्मिन् धातुः स्वरित्स्वरसि इति. सो स्वरित्स्वरसि चिह्नं किम् अस्ति भगिनि? दण्डम् उपरि एकं लघुदण्डम् अस्ति. अपि च सः इत्संज्ञा कदा भवति? यदि सः अनुनासिक् अस्ति. सो धातौ अनुनासिक् स्वरित्स्वरस्य इत्संज्ञा अस्ति चेत् अथवा च च जन्य तालुन्यकारस्य इत्संज्ञा अस्ति. अत्रापि दलद्वयं स्वरित्स्वरस्य इत्संज्ञा अथवा ण्यकारस्य इत्संज्ञा. यस्मिन् धातुः सः धातुः उभयपदी भवति. इत्युक्ते उभयपदी इत्युक्ते सः परस्मैपदीप्रत्ययः अपि स्वीकरोति आत्मनेपदीप्रत्ययः अपि स्वीकरोति. कदा? कर्तरिप्रयोगे. कर्तरिप्रयोगे सः तादृशधातुः परस्मैपदीप्रत्ययः अपि स्वीकरोति आत्मनेपदीप्रत्ययः अपि स्वीकरोति. परन्तु अस्माकं विवक्षा किं तद् द्रष्टव्यम्. अत्र अनन्तरं लिखितम् तस्य क्रियायाः फलं कर्तुः अस्ति चेत् धातुः आत्मनेपदतिङ्प्रत्ययाः विहिताः धातुतः आत्मनेपदतिङ्प्रत्ययाः विहिताः. इदानीं वयं जानीमः वेन्विसे पचति और् वेन्विसे गच्छ वेन्विसे पठति. सो पठति अपि च पचति एतत् क्रिया अस्ति. क्रिया सो पचति इति यः क्रिया भवति पचति इति यः पाचनक्रिया अस्ति सः कर्तुः स्वयं कृते करोति वा? क्रियायाः अन्वयः सर्वदा कर्ता सह एव भवति. वेर्मिसे पचति द फस्ट् क्वश्चन् देट् कम्स् टु अवर् मैण्ड् इस् देट् कः पचति? सो रामः पचति वा माता पचति वा सः पचति वा? सो वी हेव् टु एड् सम् कर्ता टु इट् बिकास् क्रिया केनाट् बी डन् विदौट् ए कर्ता. कर्ता अस्ति चेदेव क्रिया भवति. सो वेन् वि से पचति पचति इति वेन् से पचति सो तत्र ति इति कीदृशप्रत्ययः तत्र भगिनि? पचति इति परस्मैपदी. सो ति तत्र ति इति परस्मैपदी बट् वी नो देर् इस् पचते अपि रूपम् अस्ति. पचते अपि रूपम् अस्ति. सो वेन् वि से पचते हेस् टु बि सम् डिफ्रेन्स् न. पचति वट् डस् पचति मीन् एण्ड् वट् डस् पचते मीन्? there is a some difference between pachati and pachate. When the pach iti dhatuhu parasmaipadi pratyaha tatra drishyate, pachati asti chet atra parasmaipadi pratyaha. So when the dhatuhu parasmaipadi pratyaha drishyate, kriyayaha phalam kartuhu nasti. That means mata pachati chet mata अन्येषां कृते पाचनक्रिया करोति वेन् वि सी ए परस्मैपदी प्रत्ययः सो क्रियायाः फलं कर्तुः नास्ति नास्ति पाचनक्रिया देट् इस् कृपया म्यूट् मध्ये तिष्ठतु भगिनि तत्र प्रतिध्वनि आयाति एकनिमिषः सो वेन् वि से माता पचति परस्मैपदी प्रत्ययः विद परस्मैपदी प्रत्ययः That means kriyayaha phalam kartuhu nasti. Iti tasyarthaha. So, mata is doing the pachan kriya. But the pachan kriya is for her son, for her daughter, for her husband. So, annesham kritye saha pachan kriya karoti. Iti tasyarthaha. But when we say ramaha pachate, ramaha pachate, So we see an Atmanepadi Pratyaha over there, at the end. Ta iti Pratyaha. So tatra tasyikaha arthaha, that means Ram is doing the Pachan Kriya for himself. Phalam. Kriya yaha phalam kartuhu asti chet dhatuhu Atmanepada ting Pratyaha vihitaha. So that, see, suppose I, Mama Vivaksha asti, Ramaha swasya krite bhojanam, भोजनक्रिया करोति भोजनस्य पाकं करोति सो ऐ नो राम् इस् डूयिङ्ग् द पाचनक्रिया फार् हिम्सेल्फ् ही इस् डूयिङ्ग् दिस् क्रिया फार् हिम्सेल्फ् सो बिकास् पच् इस् सच् अ धातुः पच् इति धातुः उभयपदी धातुः इट् केन् एक्सेप्ट् द तिम् तिप् प्रत्ययः इट् केन् एक्सेप्ट् द त प्रत्ययः बट् मम विवक्षा अनुसारेण एव तद् भवति बिकास् ऐ नो The Ram is doing the Pachan Kriya for himself. That time, I will add the Atmanepadi Pratyaha. Atmanepadi, the Namakarnam Tadrisham Eva Asti. Swasya Krite Eva Saha Kriya Karoti. Kriyayaha Phalam Kartu Asti Chet Dhatu Taha Atmanepada Ting Pratyaha Vihitaha. So when I know that Ram is doing the Pachan Kriya for himself, I will do pach yogata. I will not do pach yogatip. But kriyayaha phalam kartuhu nasti chet. Ityukte kartuhu nasti chet. Annesham krite kriyayaha phalam gachati. Tatra dhatu taha. Dhatuhu anantaram. Parasmai pad ting pratyaha vihitaha bhavanti. That time when I say mata pachati. I know mata is doing the kriya for this pachan kriya for others. That time I will add tiptasji, parasmaipadi pratyaha. So this is the ubhaipadatvam. Anena sutrena eva ubhaipadatvam suchayati. Maharishi ubhaipadatvam suchayati. So yedi dhatuhu, yasmina dhatuhu swarit swarasi itsangya asti. Athva kutrachit dhatuhu kevalam nyakarasi itsangya asti. Tadrish dhatuhu ubhaipadi bhavati. तत्र द्रष्टव्यं तत्रानन्तरमपि द्रष्टव्यं क्रियायाः फलं कुत्र गच्छति कर्तुः प्रति गच्छति वा अन्येषां कृते गच्छति यदि क्रियायाः फलं कर्तुः अस्ति चेत् तत्र मया किं करणीयम् उभयपदी धातु अनन्तरम् आत्मनेपदी प्रत्ययः योजनीयं यदि क्रियायाः फलं कर्तुः नास्ति अन्येषां कृते अस्ति क्रियायाः फलं तत्र मया किं करणीयम् तादृशस्वरितेत् अथवा अन्यत् धातु अनन्तरं परस्मैपदी प्रत्ययः योजनीयं तिङन्तपदस्य निर्माणार्थम् इति सूत्रस्य अर्थः अवगतं वा भगिनि एकः संशयं धातु मूलरूपं दृष्ट्वा निर्णयं कर्तुं शक्यन्ते वा एतत् वाक्यं दृष्ट्वा एव अवगतं कर्तुं शक्यते खलु माता पचति तत् स्वयम् अपि कर्तुं शक्यते खलु पचनं न प्रथमे तु सपोज् कोऽपि अन्यक्रिया अस्ति, पाचनक्रिया अस्ति चेत् ऐ नो फ्रोम् द धातु पार्ट् देर् इस् वन् धातुः पच् इति धातुः, बट् पच् धातुः तस्य मूलरूपं किम्? तदा एव एतस्य सूत्रस्य प्रयोगम् अहं कर्तुं शक्यते न, अन्यथा तु लौकिकरूपं नीत्वा तु किमपि न निर्णयं कर्तुं शक्यते. मूलरूपं द्रष्टव्यं, मूलरूपे एव तत्र स्वरित्स्वरस्य चिह्नं दृश्यते, ण्यकारस्य इत् अस्ति चेत् सः ण्यकारः तत्र दत्तं. लौकिकरूपं दृष्ट्वा तु किमपि अहम् अवगन्तुं न शक्यते, धातु आत्मनेपदि वा उभयपदि वा परस्मैपदि वा. मूलरूपं दृष्ट्वा एव, इत्युक्ते तत्र कस्य स्वरस्य इत्संज्ञा अस्ति, ण्यकारस्य इत्संज्ञा अस्ति वा, एतत् सर्वम् अहं मूलरूपं दृष्ट्वा एव निर्णयं कर्तुं शक्यते. लौकिकरूपं दृष्ट्वा तु किमपि न अवगम्यते. लौकिकरूपम् अस्ति अनुबन्धानां निष्कासनम् अनन्तरं यत् रूपं तदेव लौकिकरूपं, तत्र तु अहं किमपि न द्रष्टुं शक्यते न, स्वर कीदृशस्वरसीत् अस्ति, ण्यकारसीत् अस्ति वा, कण्ठनकारसीत् अस्ति वा, अनुदात्स्वरसीत् अस्ति वा. सो मूलरूपं सर्वदा द्रष्टव्यं, धातु यः मूलरूपम् अस्ति तद् दृष्ट्वा एव अहम् एतत् निर्णयं कर्तुं शक्यते. सो यदि धातुः कस्मिंश्चित् धातुः स्वरित्स्वरसीत् अस्ति अथवा न्यकारसीत् अस्ति, नौ ऐ नो देट् धातु विल् बि उभयपदी. एतादृशः धातु अनन्तरम् अहं तिप् तस्य जि अपि योजयितुं शक्नुमः. अहम् अत्र त आतां झ रूपद्वयम् अत्र सिध्यते, परन्तु रूपद्वयस्य तत्र भेदः वर्तते, अर्थभेदः वर्तते. अर्थभेदः कः? यदा वयम् आत्मनेपदी प्रत्ययः योजयामः तादृशधातु अनसि, यः धातुः अनुदात् अस्ति अथवा कण्ठनकारस्य इति अस्ति, तत्र किमपि न द्रष्टव्यं, तत्र एकम् एव, तत्र आत्मनेपदी प्रत्ययः एव योजनीयं. परन्तु यत्र एतादृशः स्थितिः केवलं धातु यः अस्ति सः सर्वदा तत्र उभयपदी न भवति, उभयपदत्वं विशिष्टधातूनाम् एव उभयपदत्वं तत्र विधीयते. सपोज् दिस् शीङ्ग् इति स्वप्ने, शीङ्ग् स्वप्ने इति धातु, केन् ऐ स्लीप् फार् सम्बडि एल्स्? ऐ केनाट् स्लीप् फार् सम्बडि एल्स् न, ऐ केन् स्लीप् फार् मै सेल्फ् ओन्लि. सो द धातूस् आर् डिवैडेड् इन् देट् सेन्स् आल्सो. So this Ubhaipadatvam will be for some particular dhatu, where I can do the kriya for myself also, for others also. Yatha pach, pachan kriya. I can do the pacha, I am the karta of the kriya, but whether the kriyayaha phalam kutra gachati, whether the kriyayaha phalam mama krite asti va kasichit anyasham krite asti. So that is why the ubhaipadatvam iti asti asmin sanskrit bhashayam, because tadrish dhatvah api santi yatra vayam tadrish kriyaah swasikriye kartum shakyate swasikrite athva anyesham krite. So there will be only few such dhatus which will be ubhaipadi, where the kriya can be done for himself or for others. And for such dhatus we have to see what is asmakam vivaksha. Asmakam vivaksha itukte we want to say that Ram is doing the pachan kriya for himself or Ram is doing the pachan kriya for others. There is a difference. So since there is a difference, that is why the we have to add the pratyaha arthadharene eva pratyaha yojaniya. Because how will I understand? Padam drishtva katham aham jyatum shakyate. Mata pachate. Athva mata pachati. So there, by reading the, by seeing the thing, which thing pratyaya has been used, I will get to know that mata is doing this kriya for somebody else. But when I say mata pachate, that means mata is cooking for herself, not for others. So that is the difference. Because there is a difference with respect to some Vishishta Dhatuhu, that is why Maharishi gave this sutram. So tadrish, Now, how will we know that dhatu, whether the dhatu is kevalam atmanepadi asti, parasmepadi asti, va uvaipadi asti? Tasya krite maharishina sutram dattam. So he has put some condition in that, by which we know that this is uvaipadi dhatu. So yasmin dhatu, yaha dhatu swaritet asti. Swaritet vada maha chet, swarit swarasi it. अथवा यस्मिन् धातुः ञ ञ इति वर्णस्य ञ इति व्यञ्जनस्य इत् अस्ति सः धातु उभयपदी भवति तत्र रूपद्वयं सिद्ध्यते ति तिप् अपि योजयितुं शक्नुमः त अपि योजयितुं शक्नुमः परन्तु कदा तिप् योजनीयं कदा त योजनीयम् इति तत्र द्रष्टव्यम् अतः अत्र लिखितं कर्त्री अभिप्राये क्रियाफले क्रियायाः फलं कुत्र गच्छति इत्यपि तत्र द्रष्टव्यं क्रियायाः फलं कर्तृपदि गच्छति चेत् आत्मनेपदि प्रत्ययः योजनीयं क्रियायाः फलं कर्तुः न गच्छति अन्येषां कृते गच्छति चेत् तत्र परस्मैपदि तिप्तस्जि योजनीयम् इति तस्य अर्थः अस्तु अवगतं सर्वैः अवगतं वा कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु अवगतं महोदय अनन्तरमपि पठतु नाम एतादृशः धातुः उभयपदी इति सारांशः स्वरितश्च न्या च स्वरितौ तौ इतौ यस्य सा स्वरित् नित् द्वन्द्वगर्भ बहुव्रीहिः तस्मात् स्वरित् नित्तः इत्युक्ते स्वरितः च न्या च द्वौ अपि स्वरितणौ तौ इतौ यस्य स स्वरित् नित् एतत् द्वन्द्वगर्भ बहुव्रीहिः तस्मात् स्वरित् नितः तस्मात् इति लिखितं तस्मात् स्वरित नितः इत्युक्ते तस्य अनन्तरं तादृश स्वरित नित् अनन्तरं किम् कर्तारम् अभिप्रेति इति कर्ताभिप्रायम् फलम् उपपद तत्पुरुषः यथा कुम्भकारः तस्मिन् कर्ताभिप्राये अत्र यः कर्त्री अभिप्राये इति पदम् अस्ति अस्मिन् सूत्रे कर्त्री अभिप्राये इति सूत्रम् अस्ति तस्य अर्थः इति लिखितम् कर्तारम् अभिप्रेति सो कर्तारम् अभिप्रेति कर्तारम् इत्युक्ते यः कर्ता अस्ति तस्य अभिप्रेति इति कर्त्री अभिप्रायं क्रियायाः फलं कर्तारम् अभिप्रेति चेत् सि वन् अत्र अस्मिन् प्रकरणे पूर्वसूत्रात् आत्मनेपद आत्मनेपद आत्मनेपद इति तत्र अनुवृत्तिः भवति अतः तादृश एव लिखितं क्रियायाः फलं कर्तारम् अभिप्रेति चेत् तादृशस्वरितनित्तधातोः अनन्तरं धातुतः आत्मनेपदि पूर्वसूत्रात् आत्मनेपदप्रत्ययः योजनीयं तावदेव लिखितम् इदानीं तस्य अर्थः भवति क्रियायाः फलं कर्तारं न अभिप्रेति चेत् किं करणीयम् इति तत्र अस्माभिः प्रश्नः करणीयं सो क्रियायाः फलं कर्तारं न अभिप्रेति चेत् तत्र परस्मैपदी प्रत्ययः योजनीयं बिकास् वी हेव् ओन्लि टू आल्टर्नेटिव्स् वन् इस् ऐदर् वी केन् एड् आत्मनेपदी प्रत्ययः आर् वी केन् एड् परस्मैपदी प्रत्ययः सूत्रे एकम् एव विकल्पं दत्तं सूत्रे दत्तं धातुः स्वरितेत् अथवा नित् तत्र क्रियायाः फलं कर्तारम् अभिप्रेति चेत् पूर्वसूत्रात् आत्मनेपदम् इति अनुवृत्तिः भवति सो अत्र अस्मिन् प्रकरणे कुत्रापि परस्मैपदी परस्मैपदी इति महर्षिणा वदति अनन्तरं कुत्रचित् वदति सो एतावत्पर्यन्तं 1372 वी स्टार्टेड् फ्रोम् 1312 सो 1312 सूत्र आरभ्य तत्र आत्मने पद प्रकरणम् आरभ्यते. All the sutras are with respect to Atmanepad. So, etat 12 sutra taha, asmin sutra, 72 sutra madhe, Atmanepadam iti padasya anuvritti hi asti. So, sutram vadati, dhatuhu swaritet athva nit chet, kriyayaha phalam kartaram abhipreti chet, तादृश धातुः तादृश स्वरितेत धातुः तादृश नित धातुः आत्मनेपदप्रत्ययः स्वीकरोति तावदेव वदति. सो इदानीं तत्र प्रश्नः, क्रियायाः फलं कर्तारं न अभिप्रेति चेत् किं करणीयम्? सेकेण्ड् विकल्पः, क्रियायाः फलं कर्तारं न अभिप्रेति चेत् तादृश स्वरितेत धातुः अनन्तरम् अथवा तादृशनित् धातोः अनन्तरं परस्मैपदीप्रत्ययः योजनीयम् इति तत्र सेकेण्ड् विकल्पः, बिकास् देर् आर् ओन्ली टु विकल्प. सपोज् देर् वेर् टु थ्री विकल्पस् देन् ही हेड् टु से सम् अदर् सूत्र. सो महर्षि लाघवम् इच्छति, देट् इस् वै ही पुट् दिस् कर्तृ अभिप्राये. सो वट् इस् द कर्तृ अभिप्राये? एतत् पदस्य अर्थं किं? कर्तारम् अभिप्रेति. सो द क्रियायाः फलं कर्तारं प्रति गच्छति चेत् तत्र तादृशस्वरितेत् अथवा णित् धातुः अनन्तरम् आत्मनेपदीप्रत्ययः योजनीयं तावदेव सूत्रं वदति. द सेकेण्ड् वी आर् डूयिङ्ग् द निष्कर्षः अवल् सर्विस्. अनन्तरं लिखितं, क्रियायाः फलं क्रियाफलं षष्ठी तत्पुरुष, क्रियाफले इति षष्ठी अत्र षष्ठी तस्मिन् क्रियाफले, सप्तमी अस्ति, किमर्थं षष्ठी तत्पुरुष लिखितं? सो क्रियायाः फलम् अत्र विषयसप्तमी, तस्य विषये क्रियायाः फलं कर्तारम् अभिप्रेति चेत् तत्र आत्मनेपदीप्रत्ययः योजनीयं. क्रियायाः फलं कर्तारं न अभिप्रेति चेत् तादृशस्वरितेत् नित् धातुः अनन्तरं परस्मैपदीप्रत्ययः योजनीयम् इति उभयपदत्वम्. सो अत्रापि स्वरितनित्तयः अस्ति पञ्चमी अन्तम् अस्ति, कर्तृ अभिप्राये सप्तमी अन्तं, क्रियाफले अपि सप्तमी अन्तम्. षष्ठी तत्पुरुष लिखितं किमर्थं लिखितं? सो क्रियाफले सप्तमी अन्तम् अस्ति. सो त्रिपदम् इदं सूत्रं, पञ्चमी स्वरितनित्तयः पञ्चमी अन्तम् अस्ति इत्युक्ते तादृशस्वरितेत् धातुभ्यः तादृशनित्भ्यः धातुभ्यः तत्र एतादृशस्थित्यां क्रियायाः फलं कर्तारम् अभिप्रेति चेत् आत्मनेपदसंज्ञकप्रत्ययः योजनीयम् इति तस्य अर्थः. अपि च तत्र धातोः इति तत्र अनुवृत्तिः अस्ति, भूवादयः धातवः पूर्वसूत्रात् तत्र धातोः पदस्य अनुवृत्तिः, लस्य इति पदम् आयाति आक्षेपेण, यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन्. तस्य कः अर्थः भगिनि, अवगतं वा? आं भगिनि, लस्य इति पदम् आयाति आक्षेपेण, यतोहि तस्य अर्थः निहितः आत्मनेपदी इति अस्मिन्. सि लस्य इति सूत्रं कुत्र अस्ति? तृतीयाध्याये अस्ति. एतत् सूत्रं प्रथम अध्याये. सो लस्य इति वयम् अनुवृत्ति न स्वीकर्तुं शक्यते. किमर्थं चेत् लस्य इति पदम् अनन्तरं कुत्रचित् तृतीयाध्याये आयाति. सो वी केनाट् एक्सेप्ट् दिस् एस् अनुवृत्तिः बिकास् पूर्वे नास्ति. सो इद अत्र लिखितम् इति आयाति आक्षेपेण. वी हेव् टु जस्ट् keep in mind that this, because as I said, atmane padam api cha parasmai padam iti sangya tatra pratyayanam, lasya anantaram ye pratyayah vidiyante tesham sangya eva atmane padam api cha parasmai padam. So when we say atmane padam, we have to know that this atmane padam iti sangya lasya sthane ye tivadayah tesham eva atmane padam, so tesham vishayah eva atra asti. सो तादृशस्वरितेत् नित् धातुः अनन्तरं तङ्गयोजनीयम् आत्मनेपदम् इत्यनेन तङ्गानाम् आत्मनेपदं, सो तङ्गयोजनीयं. इति तस्य अर्थः. तथैव सो तङ्गा तङ्ग तिङ्ग कुत्र आयाति? लस्य स्थाने आयाति. सो वी केनाट् एक्सेप्ट् दिस् लस्य इन् दिस् सूत्र एज़् अनुवृत्तिः. यथा तत्र धातोः इत्यस्य अनुवृत्तिः किमर्थं चेत् पूर्वसूत्रम् अस्ति 1.3.1, 1.3.72. सो पूर्वसूत्रा धातोः इति पदस्य तु अनुवृत्तिः भवितुं शक्नोति, परन्तु लस्य इति पदस्य अत्र अनुवृत्तिः वयं स्वीकर्तुं न शक्यते. अतः अत्र लिखितम् आक्षेपेण. वी नो देट् लः परस्वेपदी अपि च तङ्गानाम् आत्मनेपदम् इति संज्ञा अस्ति. सो वेन् वी एक्सेप्ट् दिस् आत्मनेपदम् इति अनुवृत्तिः पूर्वसूत्रात् by Atmanepadam we should know that this is the same Atmanepadam and Parasmaipadam which are for those pratyayas which come in place of lasya. Lasya sthane, laha sthane ye tibadayaha tesham sangya eva Atmanepadam apicha Parasmaipadam. Atahatra yadhyapi vayam na svikartum shakyate paranto akshepena iti atra likhitam. अनुवृत्तिसहितसूत्रम् अस्ति स्वरितनितधातोः धातोः अपि पञ्चमी अन्तम्. सो अत्र विशेषणविशेष्यभावः स्वरितेतधातोः नित्धातोः च किं क्रियायाः फलं कर्तारम् अभिप्रेति चेत् लस्य यः आत्मनेपदं लस्य स्थाने तत्र आत्मनेपदं प्रत्ययः योजनीयम्. अपि च स्वरितेतधातोः अनन्तरम् अथवा णित्तः धातोः अनन्तरं क्रियायाः फलं कर्तारं न अभिप्रेति चेत् लस्य परस्मैपदम् इति तत्र दलद्वयं भवति. सो तत्र द्वितीयविकल्पः अस्माभिः स्वयं स्वीकरणीयम् इति सूत्रस्य अर्थः. किमर्थं चेत् अत्र एकमेव दलम् एकमेव विकल्पः दत्तम्. क्रियायाः फलं कर्तारम् अभिप्रेति चेत् तत्र आत्मनेपदीप्रत्ययः योजनीयम्. परन्तु वयं दृष्टवन्तः यत्र क्रियायाः फलं कर्तारं प्रति न गच्छति चेत् तत्र परस्मैपदीप्रत्ययः योजनीयं. तेन एव उभयपदत्वम् इति वयं धातुः उभयपदत्वं यः गुणः अस्ति तत् अनेन सूत्रेण सूचयति इति तस्य अर्थः. अग्रे कः पठति? मञ्जरी भगिनी अग्रे पठति वा? भगिनी भगिनी एक प्रश्नमस्ति. सम्यक् नास्ति भगिनी, ध्वनिः सम्यक् नास्ति भगिनी. मम ध्वनि मम ध्वनि मम स्वास्थ्य सम्यक् नास्ति भगिनि. अस्तु अस्तु भगिनी, चिन्ता मास्तु, कृपया वदतु भगिनि किमस्ति. श्रूयते वा मम ध्वनिः? श्रूयते वा? श्रूयते भगिनि. वदतु भगिनि, प्रश्नं किमस्ति भगिनि? आक्षेपेण इत्युक्ते किं भगिनि? आक्षेपः इत्युक्ते किं वदामः? आक्षेपः इङ्ग्लिश् मध्ये किं वदामः? इत्युक्ते hinting at, here it means hinting at, aiming at or hinting at. बै हिन्द् एमिङ्ग् इत्युक्ते लस्य इत्यनेन लस्य इति लस्य इति पदस्य वयम् अनुवृत्ति तु स्वीकर्तुं न शक्यते. सो आक्षेपेण आयाति इत्युक्ते हिण्ट् रूपेण अस्माभिः स्वीकरणीयं. सो साक्षात् अत्र यद्यपि अत्र अनुवृत्तिसहितसूत्रं लस्य इति लिखितं, बट् इफ् यु सी अष्टाध्यायी डाट् काम् मे बि तत्र न लिखितम्. बट् वेन् वि से आत्मनेपदम्, आत्मनेपदम् इति पदं तु अत्र अस्ति अनुवृत्तिरूपेण, बट् वी नो देट् दिस् आत्मनेपदम् एण्ड् परस्मैपदम् इति संज्ञा तु लस्य अनन्तरं ये तिपादयः तेषां कृते एव अस्ति. सो इफ् इवन् इफ् वि सो वी केनाट् रैट् लस्य इति पदम् अनुवृत्तिरूपेण अत्र स्वीकरणीयं, न कर्तुं शक्यते. अनुवृत्ति तु न कर्तुं शक्यते, पूर्वसूत्रं नास्ति, अनन्तरं कुत्रचित् तृतीयाध्याये एतत् सूत्रम् अस्ति. So we cannot accept anuvrittihi, so we have to do it by akshepena. So akshepena, hint rupena svikarneyam. Yes, dhanyavad. Dhanyavad. Agre pathatu bhagni, chetana bhagni, agre pathatu. किञ्चित् समयः अस्ति धातुः यदि स्वरिते अस्ति स्वरितः इत्यस्य सह अथवा यत् अस्ति तर्हि धातुः उभयपदी भवति यथा डुपचष् पाके अर्थचकारोत्तरवर्ती यः अकारः अस्ति सः स्वरितः अस्ति इत्संज्ञकश्च अतः धातुः स्वरितेत् अस्ति उभयपदी च लटि पचति पचते धातुः स्वरित अस्ति अथवा यत् अस्ति चेत् उभयपदी इति उच्यते उदाहरणं द्युपचष् पाके अत्र चकार सर्वेषां वर्णानाम् इत्संज्ञा हलन्त्यम् इति सूत्रेण षकारस्य इत्संज्ञा भवति अनुनासिक अजनुनासिक इति सूत्रेण अकारस्य अनुनासिक अकारस्य इत्संज्ञा भवति आदिर्निटुडवः इति सूत्रेण आदौ स्थितस्य डु वर्णसमूहस्य इत्संज्ञा भवति पच् अवशिष्यते अतः चकारः चकार उत्तरवर्तीय अकारः अनुनासिकः अस्ति स्वरित अपि अस्ति स्वरितः अस्ति अतः तत् इत्संज्ञा अपि भवति अतः एतत् उभयपदी अस्ति एतत् धातुः स्वरिते स्वरिते एत धातुः धातुः स्वरिते स्वरित् स्वरस्य इत् अतः धातुः स्वरिते स्वात्र लिखितं स्वरितनित्तकर्त्री अभिप्राये क्रियाफले स्वरितेत् धातु अपि उभयपदी भवति नित् धातु अपि उभयपदी भवति एतत् धातुः उपचष्पा धातुः स्वरितेत् धातुः अतः उभयपदी उभयपदी अस्ति चेत् रूपद्वयं सर्वदा रूपद्वयं पचति अण्ड् पचते बट् तत्र अर्थभेदः अस्ति पचति इति यः क्रियायाः फलं कुत्र गच्छति पचति इत्यनेन परस्मैपदी परस्मैपदी प्रत्ययः अत्र दृश्यते परस्मैपदी तिप् प्रत्ययः दृश्यते अत्र श्रूयते अत्र पचति इति वदामः चेत् परन्तु क्रियायाः फलम् अत्र कुत्र गच्छति अन्ये गच्छति कर्तारं प्रति न गच्छति कर्तारं न अभिप्रेति स्वयं नास्ति देट् इस् द भेदः अन्यथा यदि भेदः नास्ति चेत् किमर्थं रूपद्वयं सो पचति पचते तत्र भेदः अस्ति अर्थस्य भेदः अपि अस्ति सो वेन् वि से पचते देट् मीन्स् आत्मनेपदी स्वस्य कृते पचते अकर्ता यः यः क्रिया करोति सः तादृशक्रिया स्वस्य कृते करोति सो रामः पचते So he is doing the kriya, this pachan kriya for himself. But when I say Ramaha pachati, so maybe Rama is some cook and he is doing the pachan kriya for some others. That is what the artha veda is there. Because Maharishi says, kriyayaha phalam kartaram abhipreti chedev tadrish swariteta nitta dhatoho anantaram atmane pada yojaniyam. Atmane padam प्रत्ययः योजनीयम् इति महर्षि तावत् वदति सो क्रियायाः फलं कर्तारं न अभिप्रेति चेत् तादृशस्वरितेत् अथवा तादृशनित् धातोः अनन्तरं परस्मैपदी योजनीयं सुतिप् योजनीयं पचति पचते इति तत्र रूपद्वयं सर्वदा उभयपदिविषये सर्वदा रूपद्वयं सिद्ध्यते. सो तादृशधातवः तत्र न्यूनानि सन्ति, परन्तु सन्ति तादृशधातवः अपि सन्ति तत्र धातुपाठे यस्मिन् उभयपदत्वम् इति गुणः अस्ति. सो तत्र तादृशधातवः अपि सन्ति, तथैव तत्र तादृशधातवः अपि सन्ति यत्र अकर्मकधातवः, यत्र केवलं स्वस्य कृते एव तादृश क्रिया वयं कर्तुं शक्यते. सो वेन् वि से डी डै डीङ्ग् डयने, सपोज् सम्बडि इस् फ्लैङ्ग्, सो ही विल् फ्लै, ही केन् फ्लै फार् हिम्सेल्फ् ओन्ली. सिमिलर्ली वी केन् स्लीप् फार् हिम्सेल्फ् ओन् वी केन् फैण्ड् फार् अवर् सेल्फ् और् देर् आर् सम् अदर् धातु. सो देर् इस् specific artha to each and every dhatu. Who all the dhatus cannot be ubhaypadi, some dhatus only can be ubhaypadi dhatu. So ubhaypadatvam, yada vayam ubhaypadatvam vadamaha chet, it becomes a gunah. So tadrish dhatu ho madhye ubhaypadatvam iti gunah asti, yatha dupachansh pach iti pachan kriya iti tatra sutra dvayam. सुदातनितात्मनेपदं स्वरितेतनितकर्तृ अभिप्राये क्रियाफले. टिल् द टैम् वी हेव् नाट् रेड् वट् वेन् टु एड् परस्मैपदी. सो देट् विल् कम् द थर्ड् सूत्रम्. अस्तु, एतावता कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु, अन्यथा अत्र स्थगामः. इदानीं तु समयः अभवत्. सो वट् वी हेव् टु रिमेम्बर् इस् देट् तत्र परस्मैपदम् आत्मनेपदम् इति विशिष्टनामकरणम् अस्ति. संज्ञासूत्रद्वयं, लः परस्मैपदं, तङ्गानाम् आत्मनेपदं. लः परस्मैपदम् इत्युक्ते अष्टादश तिङ्प्रत्ययानां प्रथमे महर्षि परस्मैपदम् इति संज्ञा तत्र करोति. अनन्तरं सः वदति तङ्गानाम् आत्मनेपदं, तङ्प्रत्ययानाम् आत्मनेपदसंज्ञा अपि अस्ति. सो तत्र वयं कथं निर्णयं कर्तुं शक्यते, तत्र अस्ति एतत् सूत्रद्वयम् आकाडारात् एकसंज्ञा. सो तत्र परसूत्रेण यत् संज्ञा विधीयते तस्यैव तत्र बली अस्ति. सो तङ्विषये यद्यपि परस्मैपदी अपि संज्ञा, आत्मनेपदी अपि संज्ञा, परन्तु परसूत्रेण आत्मनेपदम् इति उक्तम्. अतः तङ्प्रत्ययानाम् आत्मनेपदी संज्ञा, अपि च यः ये तिप्तजी तेषां परस्मैपदी इति संज्ञा. धातुः स्वयम् आत्मनेपदी अपि च परस्मैपदम् इति संज्ञा न स्वीकरोति. तत्र केवलमस्ति यद् धातुः वन्विषे धातु आत्मनेपदी, इट् मीन्स् देट् धातुः अनन्तरं तत्र तिङ्गपदस्य निर्माणार्थं, तिङ्गपदानां निर्माणार्थं तत्र आत्मनेपदी प्रत्ययः योजनीयम् इति तस्य अर्थः. And when we say dhatuhu parasmaipadi, tasya artha asti dhatuhu anantaram kartri prayoge parasmaipadi pratyaha yojaniyam, natu atmanepadi pratyaha. So this is the difference. Astu atrasthagam, idanim to samayam bhavat. Jagdish mahode, shanti mantram pathati va? Avashyam. Om Purnamadaha Purnamidam. पूर्णात् पूर्णमुदच्छ्यते, पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ओम् श्रीगुरुभ्यो नमः. हरि ओम् तत्सत्. नमस्कारः, धन्यवादाः, पुनः मिलामः. धन्यवादः धन्यवादः.